पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 28 शेष उवाच अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतं विललाप भृश्यं राजा सुतदुःखेन दुःखितः मूर्ध्नि सन्ताडयामास पाणिभ्यामधिदुःखितः कम्पमानो भृश्यं चाश्रुण्यमुञ्चन्नयनाब्जयोः गृहीत्वा पतितं वक्त्रं चन्द्रबिम्बमनोरमं पुष्कलेषु क्षदासृग्भिक्लिन्नं कुण्डलशोभितं कुटिलभ्रूयुगं श्रेष्ठं सन्दष्टाधरपल्लवं सचुम्बन्मुखपद्मेन विलपन्निदमब्रवीद हा पुत्रवीर कथमुत्सुकचेतः सम्मां किं नेक्षसे विशदनेत्रयुगेन शूर किं मद्विनोदकथायारहितस्त्वमेव रोषोदधिप्लुदमना किल लक्ष्यसे च वदपुत्र कथं मां त्वं प्रब्रूषेण हसन् पुनः अमृतैर्मधुरास्वादैर्विनयोदसि पुत्रः वधपुत्र कथं मां त्वं प्रब्रूषेण हसन् पुनः अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रः शत्रुघ्नाश्वं गृहाणत्वं सितचामरशोभितम् स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामदे येष प्रतापविशदः प्रतापाग्र्यः परन्तपः धनुर्बिभ्रत्पुरोभादि पुष्कलः परवीरः येनं वारय सत्तीक्ष्णैर्बाणैः कोदण्डनिर्गतैः कथं त्वं रणमध्ये वै शेदे वीरविमोहितः अस्ति नः पत्तयश्चैव रथारूढा भयार्दिताः शरणं त्वां समायान्ति तानीक्षस्व महामदे पुत्रत्वया विना सोढुं कथं शक्तो रणाङ्गणे शत्रुघ्न सायकांस्तीक्ष्णांश्चण्डको दण्डनिर्गतान् अतो मां तु त्वया हीनं को वा पालयितुं क्षमः यदि त्यक्ष्यसि निद्रत्वं जयायाकं क्षमस्तदा युद्धं विलप्य सुभृश्यं तताडहृदयं स्वकं बहुश पाणिना राजा पुत्रदुःखेन दुःखितः तदा विचित्रदमनौ स्वस्वस्यन्दनसंस्थितौ पितुश्चरणयोर्नत्वा ऊच दुःसमयोचितं राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद वीराणां प्रधने मृत्यो वाञ्छितो जायते महान् धन्योऽयं बदचित्राङ्गो यो वीरभुविशोभदे सकीरडस्तु सन्दष्टदन्तच्छतयुगप्रभुः कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितं शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाधिनीम् अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे पादयावोरधा चित्वा शिरो मुकुटमण्डितं त्यजशोकं सुदुःखार्तः कथं भासि महामदे आज्ञापयावां मानार्ह कुरु युद्धे मदिं तथा इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः शोकं त्यक्त्वा महाराजो युद्धाय मदिमादधाद तावपि प्रदियोद्धारं वाञ्छन्तौ रणदुर्मदौ जग्मधुकटके शत्रोरनन्तभटपूरिते रिपुतापेन दमनो नीलरत्नेन चेतरः युयुधादे रणे वीरौ प्रावृषीव बलाहकौ राजा कनकसन्नद्धे रथे मणिविचित्रिते रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली ययौ योद्धुं तु शत्रुघ्नं वीरकोडभिरावृतं तृणी कुर्वन्महावीरान् धनुर्विद्या विशारदान् तं योद्धुमागदं दृष्ट्वा सुबाहुं रोषपूरितं पुत्रनाशेन कुर्वन्तं सर्वसैन्यवधादिकम् शत्रुघ्नपार्श्वसञ्चारी हनूमांस्तमुपाद्रवद नकायुधो महानादं कुर्वन्मेख इवाहवे सुबाहुस्तं हनूमन्त मागच्छन्दं महारवम् उवाच प्रहसन्वाक्यं रोषपूरितलोचनः क्व गधपुष्कलो हत्वा मत्पुत्रं रणमण्डले पादयाम्यद्य तस्याशु शिरोज्ज्वलितकुण्डलं क्व शत्रुघ्नो वाक पालक्व चरामः कुतो भटाः प्राणहन्तारमायान्तं पश्यन्तु प्रधनेतु माम् इति तद्वाक्यमाकर्ण्य हनूमान् निजगादतं शत्रुघ्नो लवणच्चेत्ता वर्तते सैन्यपालकः स कथं प्रधने युद्धे सेवकेऽग्रे स्थिते नृप मां विजित्य रणे तञ्च त्वं गन्तासि नरर्षभ इत्युक्तवन्तं तरसा विव्याध दशसायकैः हृदि वानरमत्युग्रं पर्वताग्र्यमिव स्थितम् सबाणानागदांस्तांश्च गृहीत्वा करसम्पुटे चूर्णयामास तिलशश्चिदान्वैरिविदारणान् चूर्णयित्वा शरांस्तांस्तु निनदन्खनगर्जितैः पुच्छेनावेष्ट्य तस्योच्चैरथं निन्ये महाबलः तदा तं नृपवर्योऽसा वाकाशे स्थित एव सः लाङ्गूलं ताडयामास सिदाघ्रैः सायकैर्मुहुः स ताडितस्तु पुच्छाग्रे शरैः सन्नदपर्वभिः मुमोच तद्रथं दिव्यं कनकेन विचित्रितं समुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जखानतं हनूमन्दं कपिवरं रोषसम्पूरिते क्षणः हनूमान् बाणविच्छिन्नः सर्वत्र रुधिराप्लुदः महारोषं समाधत्त नृपोपरिकपीश्वरः गृहीत्वा तस्य दंष्ट्राभिरथं हयसमन्वितं चूर्णयामस वेगेन तदद्भुतमिवाभवद स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन् बली अन्यं रथं समास्थाय युयुधे तं महाबलम् पुच्छे मुखे धोरसि च भुजे चरणयोर्नृपः जघानशर सन्धानकोविदः परमास्त्रविद तदा क्रुद्धकपिवरस्ताडयामास वक्षसि पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः सपदा प्रहदो भूमौ पपाद किल मूर्च्छितः मुखाद्वमन्नसृच्चोष्णं श्वासपूरप्रवेपितः तदा प्रकुपितोऽत्यन्तं हनुमान् प्रधनाङ्गणे अश्वान्वीरान् गजांश्चापि चूर्णयामास वेगदः तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ राजानं मूर्झितं दृष्ट्वा प्रपलाय गदा नराः इतस्ततो बाणसङ्घैः क्षदा पुष्कलवर्षितैः तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली दमनस्तम्भयामास सेदुर्वार्थिमिवोच्चलम् तदा दुमूर्च्छितो राजा स्वप्नमेकं ददर्शः रणमध्ये कपिवरप्रपदाखादताडितः रामचन्द्रस्त्वयोध्यायां सरयूतीरमण्डपे ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः तत्र ब्रह्मादयो देवास्तत्र ब्रह्माण्डकोडयः कृतप्राञ्चलयस्तं वै स्तुवन्ति स्तुतिभिर्मुहुः रामं श्यामं सुनयनं मृगशृङ्गपरिग्रहं गायन्ति नारदाद्याश्च वीणोल्लसितपाणयः नृत्यन्त्यप्सरसस्तत्र कृताची मेनकादयः वेदा मूर्तिधरा भूत्वा उपतिष्ठन्ति राघवं यच्च किञ्चिद्वस्तुजातं सर्वशोभासमन्वितं तस्य दादारमखिलं भक्तानां भोगदायकम् इत्येवमादिसम्पश्यन् जाग्रत्संज्ञामवापसः ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् उद्धाय प्रययौपद्भ्यां शत्रुघ्नचरणं प्रति भृत्यकोटिपरीवारो रथकोटिपरीवृतः सुकेतुं तु समाहूय विचित्रं दमनं तथा युद्धं कर्तुं समुद्युक्त्वान्वारयामास धर्मविद उवाच तान्महाराजो धर्मात्मा धर्मसंयुधः भ्रातः पुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् मा युद्धं कुरु दक्षिप्रमनयस्तु महानभूद यद्रामचन्द्रवाहं त्वम गृह्णाद्दमनोर्जितं येष रामः परं ब्रह्म कार्यकारणतः परं चराचरजगत्स्वामी न मानुषवपुर्धरः ये दद्धि ब्रह्म विज्ञानमधुना ज्ञातवानहं पुरा सिदाङ्गशापेन हृदज्ञानधनोनखाः अहं पुरा तीर्थयात्रां गदस्तत्त्वविवित्सया तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः असिताङ्गं मुनिमहं गतवाञ्छादुमिच्छया तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि योऽसावयोध्याधिपतिः स परब्रह्मशब्दिदः तस्य या जानकीदेवी साक्षात् सा चिन्मयी स्मृता येनं तु योगिनः साक्षादुपासदे यमादिभिः दुस्तरा पारसंसारपारिधिं सन्ति तीर्षवः स्मृतमात्रो महापापहारीस गरुडध्वजः ययेनं सेवदे विद्वान् स संसारं तरिष्यति तदाहमहस्सं विप्रं कोऽयं रामस्तु मानुषः केयं सा जानकी देवी हर्षशोकसमाकुला अजन्मनः कथं जन्म अकर्तु कृत्यमत्र किं जन्मदुःखजरातीतं कथयस्व मुने मम इत्युक्तवन्तं मां क्रुद्धशशाप स मुनीश्वरः अज्ञात्वा तत्स्वरूपं त्वं प्रदिब्रूषे ममाधम येनं निन्दसि रामं त्वं मानुषोऽयमिदं हसन् तस्मात् त्वं तत्त्वसम्मूढो भविष्यस्युदरं भरिः तदाहं तस्य चरणावगृह्णं सदयायुधः दृष्ट्वा मे विनयं मां तु प्रावोचत् करुणानिधिः त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप तदा हनूमानङ्घ्रित्वां ताडयिष्यति वेगदः तदा त्वं ज्ञास्यसे राजन्नान्यथास्व मनीषया पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया यदा मां हनुमान् क्रुद्धस्ताडयामास वक्षसि तदा दर्शं रमानाथं पूर्णब्रह्मस्वरूपिणं तस्मादश्वं तु शोभाड्यमानयन्तु महाबलाः धनानि चैव वासांसि राज्यं चेदं समर्पये रामं दृष्ट्वा कृतार्थस्यामहं यज्ञेति पुण्यदे आनयं तु हयं मह्यं रोचते तु तदर्पणम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहु पराजयोन्नाम अष्टाविंशतितमोऽध्यायः ॐ